दशमःखण्डः इमास्सौम्यनद्यः पुरस्तात्प्राच्यः स्यन्दन्ते पश्चात्प्रतीच्यः ताः समुद्रात् समुद्रमेव अपीयन्ते स समुद्र एव भवति ता यथा तत्र न विदुः इयम् अहमस्मि इयमहमस्मीति शृणु तत्र दृष्टान्तं यथा सौम्य इमानद्यः गङ्गाद्यः पुरस्तात् पूर्वां दिशं प्रति प्राच्यः प्रागञ्चनः स्यन्दन्ते स्रवन्ति पश्चात् प्रतीचीं दिशं प्रति सिन्ध्वाद्यः प्रतीचीम् अञ्चन्ति गच्छन्ति इति प्रतीच्यः ताः समुद्रात् अम्भोनिधेः जलधारैः आक्षिप्तः पुनः वृष्टिरूपेण पतितः गङ्गादिनदीरूपिण्यः पुनः समुद्रम् अम्भोनिधिमेव अपीयन्ति स समुद्र एव भवति ता नद्यः यथा तत्र समुद्रे समुद्रात्मना एकतां गताः न विदुः न जानन्ति इयं गङ्गा अहमस्मि इयं यमुना अहमस्मि इति च एवमेव करसौम्यमाः सर्वाः पूजाः सत आगम्य न विदुः सत आगच्छामहे इति ता इह व्याघ्रो वा सिगम्भो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दगंशो वा मुचको वा यद्यद्भवन्ति तदा भवन्ति स येषो अणिमयि तदात्म्यमिदगं सर्वं तत्सत्यं स आत्मा श्वेतकेतो इति भो एव मा भगवान् विज्ञापयत्विति तदा सौम्येति होवाच एवमेव खलु सौम्य इमाः सर्वाः प्रजाः यस्मात् सति सम्पद्य न विदुः तस्मात् सत आगम्य न विदुः सत आगच्छामहे आगता इति वा ते इह व्याघ्र इत्यादि समानमन्यत दृष्टं लोके जले वीचितरङ्गफेन बुद्भुतायः उत्थितः पुनः तद्भावं गतः विनष्टा इति जीवास्तु तत्कारणभावं प्रत्यहं गच्छन्तोऽपि सुषुप्ते मरणप्रलयोश्च न विनश्यन्ति इति एतत् भूयम् भगवान् विज्ञापयतु दृष्टान्तेन तदा सौम्यतः उवाच पिता इति दशमखण्डभाष्यम् एकादशखण्डः अस्य सौम्यमहतो वृक्षस्य यो मूले अभ्याहन्या जीवन्स्रवेद्यो मध्ये अभ्याहन्या जीवन्स्रवेद्यो अग्रे अभ्याहन्या जीवन्स्रवे सैष जीवेनात्मनम् अनुप्रभूतः पेपीयमानो मोदमानः तिष्ठते शृणु दृष्टान्तम् अस्य हि सौम्य महतः अनेकशाकादियुक्तस्य वृक्षस्य अस्य इति अग्रतः स्थितं वृक्षं दर्शिनः यदि यः कश्चिन् अस्य मूले अभ्याहन्यात् परश्वादिना सकृन् घातं मात्रेण न शुष्यति इति जीवन्नेव भवति तदा तस्य रसः स्रवेत् तथा यो मध्ये अभ्याहन्य जीवन् स्रवेत् तथा यो अग्रे अभ्याहन्य जीवन् स्रवेत् स एष वृक्षः इदानीं जीवेन आत्मना अनुप्रभूतः अनुव्याप्तः पेपीयमानः अत्यर्थं पिबन् उदकं भौमांश्च रसान् मूलैः गृह्णन् मोदमानः हर्षं प्राप्नुवन् तिष्ठति अस्येदेकागं शाखां जीवो जहाति अथ साशुष्यते द्वितीयां जहाति अथ साशुष्यते तृतीयां जहाति अथ साशुष्यते सर्वं जहाति सर्वशुष्यते तस्य अस्य यदेकां शाखां रोगग्रस्तां आहतां वा जीवः जहाति उपसंहरति शाखायां विप्रसृतम् आत्मांशम् अथ साशुष्यते वाङ्मनःप्राणकरणग्रामानुप्रविष्टो हि जीवः इति तदुपसंहारे उपसंहरति जीवेन च प्राणयुक्तेन अशितं पीतं च रसतां गतं जीवशरीरं वृक्षं च वर्धयत् रसरूपेण जीवस्य सद्भावे लिङ्गं भवति अशितपीताभ्यां हि देहे जीवः तिष्ठति ते च अशितपीते जीवकर्मानुसारिणी इति तस्य एकाङ्गवैकल्यनिमित्तं कर्म यदा उपस्थितं भवति तदा जीवः एकां शाखां जहाति शाखायाः आत्मानम् उपसंहरति अथ तदा सा शाखा शुष्यति जीवस्थितिनिमित्तो रसः जीवकर्माक्षिप्तः जीवोपसंहारे न तिष्ठति रसापगमे च शाखा शोषमुपैति तदा सर्वं वृक्षमेव यदा अयं जहाति तदा सर्वोऽपि वृक्षः शुष्यति वृक्षस्य रसश्रवणशोषणादिलिङ्गात् जीववत्त्वं दृष्टान्तश्रुतेश्च चेतनावन्तः स्थावरा इति बौद्धकारणादमतम् अचेतनः स्थावरा इति एतदसारमिति दर्शितं भवति एवमेव कृतसौम्यविद्धीति होवाच जीवापेतं वाव किल इदं म्रियते न जीव म्रियत इति स एष वाणिमा इतदात्मिदं सर्वं तत्सद्वेदगेतो इति भो एव मां भगवान् विज्ञापयत्विते तदा सौम्येति होवाच यथा अस्मिन् वृक्षदृष्टान्ते दर्शितं जीवेन युक्तः वृक्षः अशुष्कः रसपानादियुक्तः जीवति इति उच्यते तदपेतश्च म्रियते इत्युच्यते एवमेव खलु सौम्यविद्धीतिः उवाच जीवापेतं जीववियुक्तं वाव किल इदं शरीरं म्रियते न जीवं म्रियते इति कार्यशेषे च सुप्तोति तस्य मम इदं कार्यशेषम् अपरिसमाप्तमिति स्मृत्वा समापनदर्शनात् जातमात्राणां च जन्तूनां स्तन्याभिलाषभयाद्दर्शनाच्च अतीतजन्मान्तरानुभूतः स्तन्यपानदुःखानुभवस्मृतिः गम्यते अग्निहोत्रादीनां च वैदिकानां कर्मणाम् अर्थवत्वा न जीवं म्रियते इति स एषु अणिम इत्यादि समानं कथं पुनः इदम् अत्यन्तस्थूलं पृथिव्यादिनामरूपवज्जगन् अत्यन्तसूक्ष्मातो सद्रूपातो नामरूपरहितातो सतो जायते इति एतद्दृष्टान्तेन भूय भगवान् विज्ञापयतु इति तथा सौम्यतः उवाच पिता इति एकादशखण्डभाष्यम् द्वादशखण्डः न्यग्रोदफलं मताहर इति इदं भगवति बिन्धीति भिन्नं भगवति किमत्र पश्यतीति अण्व्यः इव इमाधानः भगवतीम् आसामङ्ग एकां भिन्धीति भिन्ना भगवति किमत्र पश्यतीति न किञ्चन भगवते यदि एतत् प्रत्यक्षीकर्तुम् इच्छसि अतो अस्मान् महत न्यग्रोतात् फलम् एकम् आहर इत्युक्तः तथा चकार सः इदं भगव उपहृतं फलमिति दर्शितवन्तं प्रति अहं फलं भिन्दीति भिन्नम् इत्याह इतरः तमाह पिता किमत्र पश्यसि इति उक्तः अहम् अण्व्यः अणुतरा इव इमाः धानाः बीजानि पश्यामि भगवति आसां धानानाम् एकां धानामङ्ग हे वत्स भिन्दी इत्युक्तः अहं भिन्ना भगवति यदि भिन्नाः धानाः तस्यां भिन्नायां किं पश्यति इत्युक्तः अहं न किञ्चन पश्यामि भगवति तगम् होवाच यं वै सौम्य एतमणिमानं न निभालयस एतस्य वै सौम्य एषो अणिं न एवं महान्यग्रोधः तिष्ठति श्रद्धस्वयं सौम्येतेम् तं पुत्रं महा उवाच वटधानायां भिन्नायां यं वटबीजाणिमानं हे सौम्य एतं न निभालयसे न पश्यति तदा अपि एतस्य वै किल सौम्य एष महान् न्यग्रोधः बीजस्य अणिम्नः सूक्ष्मस्य अदृश्यमानस्य कार्यभूतः स्थूलशाखास्कन्दफलाफलाशवान् तिष्ठति उत्पन्नः सन् उत्तिष्ठति इति वा उच्छब्दोद्धार्य अतः श्रद्धस्वसौम्य सत एव अणिम्नः स्थूलं नामरूपादिमत्कार्यं जगदुत्पन्नमिति यद्यपि न्यायागमाभ्यां निर्धारितो अर्थः तथैवेत्यवगम्यते तथापि अत्यन्तसूक्ष्मेषु अर्थेषु बाह्यविषयासक्तमनसः अभावप्रवृत्तस्य असत्यां गुरुतरायां श्रद्धायां दुरवगमत्वं स्यादित्यः श्रद्धत्वेति श्रद्धायां तु सत्यां मनसः समाधानं बुभुत्सिते अर्थे भवेत् ततश्च तदर्थावगतिः अन्यत्र मना अभूम् इत्यश्रुते स एषु अणिमा एतदात्मिदं सर्वं तत्सत्यविवेदगेतो इति भो एव भगवान् विज्ञापयितुते तदा सौम्येति होवाच स इत्यादि उक्तार्थं यदि तत् सज्जगतो मूलं कस्मान्न उपलभ्यते इति एतद्दृष्टान्तेन मा भगवान् भूय एव विज्ञापयतु इति तदा सौम्येतिः उवाच पिता इति द्वादशखण्डभाष्यं त्रयोदशखण्डः लवणमेतद्वदके अवधाय अथमा प्रातः उपसीदथा इति सः तथा चकारतकं होवाच यद्दोषां लवणम् उदके अवाधाङ्गतदाहरेति तद्धांश्य न विभेद विद्यमानमपि वस्तु न उपलभ्यते प्रकारान्तरेण तु उपलभ्यते इति शृणु अत्र दृष्टान्तं यदि च इमम् अर्थं प्रत्यक्षीकर्तुमिच्छति पिण्डरूपं लवणम् एतद् घटादौ उदके अवधाय प्रक्षिप्य अथ मां मां श्वः प्रातः उपसीदतः उपगच्छेतः इति सः पित्रा उक्तमर्थं प्रत्यक्षीकर्तुम् इच्छन् तदा चकार तम् उवाच परिद्य प्रातः यल्लवणं दोष रात्रौ उदके अवादः निक्षिप्तवानसि अङ्ग हे वत्स तदाहर इत्युक्त तल्लवणम् आजिहीर्षुः ह किल अमृष्य उदके न विवेद न विज्ञातवान् यथा तल्लवणं विद्यमानमेव सतो अप्सु लीनं संश्लिष्टम् अभूत् यथा विलीनमेव अङ्गास्यन्ता दाचामीति कथमिति लवणमिति मध्या दाचामीति कथमिति लवणमिति अन्ता दाचामीति कथमिति लवणमिति अभिप्रास्यम् एतदतमोपसीदत इति तद्धतता चकारम् तच्छश्वत् संवर्तते तगम् उवाच अत्र वाव किल तत्सौम्यं न निभालयसि अत्रैव किल इति यथा विलीनं लवणं न वेत्त तथापि तच्चक्षुषा स्पर्शनेन च पिण्डरूपं लवणम् अगृह्यमाणं विद्युत एव अप्सु उपलम्बिते च उपायान्तरेण इत्येत पुत्रं प्रत्यायितुम् इच्छन्नः अङ्ग अस्य उदकस्य अन्तात् उपरि गृहीत्वा आचाम इत्युक्त्वा पुत्रं तथा कृतवन्तम् उवाच कथमिति इतराः लवणं स्वादुत इति तदा मध्यादुदकस्य गृहीत्वा आचामिति कथमिति लवणमिति तथा अन्तात् अधोदेशात् गृहीत्वा आचामिति कथमिति लवणमिति यद्येवम् अभिप्रास्य परित्यज्य एतदुदकम् आचम्य अथ मोपसीदतः इति तद्ध तथा चकार लवणं परित्यज्य पितृसमीपम् आजगाम इत्यर्थः इदं वचनं ब्रुवन् तल्लवणं तस्मिन्नेव उदके यन्मया रात्रौ क्षिप्तं शश्वन्नित्यं संवर्तते विद्यमानमेव सतो सम्यक् वर्तते इति एवम् उक्तवन्तं तं उवाच पिता यथा इदं लवणं दर्शनस्पर्शनाभ्यां पूर्वं गृहीतं पुनः उदके विलीनं ताभ्याम् अगृह्यमाणमपि विद्युत एव उपायान्तरेण जिह्वया उपलभ्यमानत्वा एवमेव अत्रैव अस्मिन्नेव तेजोबन्नाधिकार्ये शृङ्गे देहे वाव किल इति आचार्य उपदेशस्मरणप्रदर्शनार्थौ स तु तेजोबन्नादिशृङ्गकारणं वटबीजाणिमवतो विद्यमानमेव इन्द्रियैः न उपलभसे न निभालयसे यथा अत्रैव उदके दर्शनदर्शनाभ्याम् अनुपलभ्यमानं लवणं विद्यमानमेव जिह्वाय उपलब्धवानसि एवमेव अत्रैव किल विद्यमानं स तु जगन्मूलम् उपायान्तरेण लवण अणिमवतो उपलप्स्यसे इति वाक्ये च स एषोऽणिमा एतदात्मनं सर्वं तत्सत्यवेदिकेतो इति भो एवमा भगवान् विज्ञापयत्वे तथा स्वम्यति उवाच स इत्यादि समानं यद्येवं लवणानिमवतो इन्द्रियैः अनुपलभ्यमानमपि जगन्मूलं स तु उपायान्तरेण उपलब्धुं शक्यते यदुपलम्भात् कृतार्थस्याम् अनुपलम्भाच्च अकृतार्थस्यामहं तस्यैव उपलब्धौ क उपायः इत्येतत् भो एवं भगवान् विज्ञापयतु दृष्टान्तेन तदा स्वामी इति उवाच इति त्रयोदशखण्डभाष्यम्।